पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 63 युधिष्ठिर उवाच श्रुतानि बहुधर्माणि व्रतानि च जगत्प्रभो एकादशी समं किञ्चिच्छ्रुतं नैव जनार्दन पुनस्त्वेकादशीं ब्रूहि पापघ्नीं पुण्यदायिनीं यां कृत्वा मनुजो लोके प्राप्नुयात् परमं पदं श्रीकृष्ण उवाच शुक्ले वा यदि वा कृष्णे यदा चैकादशी भवेद् न त्याज्या जगदीपालमोक्षसौख्यविवर्धनी एकादशी कलौ राजन् भवबन्धविमोचनी कामदा सर्वकामानां पापानां पापहा भुवि रविवारेध माङ्गल्ये सङ्क्रमे वा नृपोत्तम एकादशी सदोपोष्या पुत्रपौत्रविवर्धिनी एकादशी व्रतं क्वापि न त्याज्यम् विष्णुवल्लभैः आयुकीर्तिप्रदं नित्यं सन्तानारोग्यवित्तदं मोक्षदं रूपदं राज्यं नित्यमेकादशी व्रतं ये कुर्वन्ति महीपालश्रद्धया परयायुताः यथोक्तविधिना लोके ते नरा विष्णुरूपिणः जीवन्मुक्तास्तु भूपाल दृश्यन्ते नात्र संशयः युधिष्ठिर उवाच जीवन्मुक्ता कथं कृष्ण विष्णुरूपा कथं पुनः पापरूपाश्च दृश्यन्ते परं कौतूहलं हि मे श्रीकृष्ण उवाच ये च राजन्कलौ भक्रिया निर्जलं व्रतमुत्तमम् एकादश्याः प्रकुर्वन्ति विधिदृष्टेन कर्मणा न कथं विष्णुरूपास्ते जीवन्मुक्ता कथं न हि सर्वपापहरं पुण्यं व्रतमेकादशी समम् न किञ्चिद्विद्यते राजन् सर्वकामप्रदं नृणां एकाशनं दशम्यां च नन्तायां निर्जलं व्रतं पारणं चैव भद्रायां कृत्वा विष्णुसमानराः श्रद्धावान्यस्तु कुरुदे कामदाया व्रतं शुभं वाञ्छितं लभते सोऽपि इहलोके परत्र च पवित्रा पावनी ह्येषा महापातकनाशिनी भुक्तिमुक्तिप्रदा चैव कर्तॄणां नृपसत्तम कामदायां विधानेन पूजयेत् पुरुषोत्तमं पुष्पधूपादिभिश्चैव नैवेद्यैर्विविधैस्तथा कांस्य मांसमसूरांश्च चणकान् कोद्रवांस्तथा शाकं मधुपरान्नं च पुनर्भोजनमैथुनं वैष्णवो व्रतकर्ता च दशम्यां दशवर्जयेद द्युदं क्रीडां तथा निद्रा ताम्बूलं दन्तधावनं परापवादं वैशून्यं स्तेयं हिंसां तथा रतिं क्रोधं च विदधं वाक्यमेकादश्यां विवर्जयेद कांस्यं मांसं मसूरांश्च तैलं विदधभाषणं व्यायामं च प्रवासं च पुनर्भोजनमैथुनं वृषपृष्ठं परान्नं च शाकं च द्वादशी दिने अनेन विधिना राजन्विहिदा यैश्च कामदा रात्रौ जागरणं कृत्वा पूजितः पुरुषोत्तमः सर्वपापविनिर्मुक्तास्ते यान्ति परमां गतिं पठनाश्रवणाद्राजन् गोसहस्रफलं लभेत इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादे पुरुषोत्तममासस्य शुक्लाकामदानामैकादशी नाम त्रिषष्टितमोऽध्यायः ॐ